नमस्कारः, पुनः अस्माकं व्याकरणवर्गे सर्वेषां स्वागतम्। अस्माकं विषयः अस्ति उपदायामपि गुणः, सूत्रसहिता दृष्टिः इति गते सप्ताहे अयं विषयः आरब्धः, तत्र किञ्चित् पुनस्मरणं कृत्वा पुनः आरम्भतः एकवारं पठामः। एतावत् अस्माभिः किं किम् अधीतम् इति चेत्, अत्र गुणविधायकं सूत्रमस्ति सार्वधातुक आर्धधातुकयोः, तत्सूत्रम् अस्माभिः विस्तृतरूपेण पठितं। तत्र सूत्रस्य अनुवृत्तिः का, अपि च सूत्रस्य अर्थः कः, सर्वम् अस्माभिः पठितं। सार्वधातुक आर्धधातुकयोः इति गुणविधायकं सूत्रमस्ति। सूत्रं वदति इगन्ताङ्गस्य इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे इति अस्ति। तर्हि तादृशसार्वधातुकप्रत्ययः आर्धधातुकप्रत्ययः अस्ति चेत्, अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् इक् वर्णस्य गुणः भवति इति एकं सूत्रमस्ति। तर्हि अत्र नि इति धातुः अस्ति चेत्, अत्र रमाबाई भगिनी वदतु, नि इति धातुः अस्ति, भुवादिगणे अस्ति, तर्हि तत्र प्रक्रिया कीदृशी? हा, नि इति भुवादिगणीयधातुः अस्ति, तत्र रूपसाधनार्थं प्रक्रिया कीदृशी भवति? नीयते इति अन्तिमरूपं भवति, नीयते इति रूपं वा, नयति वा, नयति, हा नयति, रूपं कथं साधयामः, रूपं कथं भवति इदं वदामः वा, नयति शप् नि योग शप् योग ति शप् प्रत्यय अस्ति, किञ्चित् सार्वधातुकं शकार लषक् बट् अडिटे इति सूत्रेण शकारस्य लोपः भवति, नालन्त्यम् इति सूत्रेण पकारस्य लोपः भवति, एव अवशिष्यते। इदं किञ्चित् सार्वधातुकम् अस्ति, अतः सार्वधातुक आर्धधातुकयोः इति सूत्रेण धातोः अन्तिमे इकः अपि अस्ति, तस्य गुणः भवति नि इकारस्य गुणः एकारः ने इति भवति। भगिनि हा वदतु वदतु, ने योगः अयोगः टि इति भवति, ने योगः नय इति भवति, एचोय वायावः इति रूपेण नय इति भवति, नयति इति अन्तिमरूपं भवति। सम्यक्, समीचीनं भगिनि, तथैव अस्ति। अत्र यथा भवती उक्तवती नियोगः शप् योगः इति, तत्र शप् इति प्रत्ययः निमित्तमस्ति, सार्वधातुकप्रत्ययः अस्ति, तिङ्क्षित् सार्वधातुकम् इत्यनेन शप् प्रत्ययः सार्वधातुकः, अतः तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन गुणः भवति, यतोहि शप् प्रत्ययः निमित्तमस्ति, कारणमस्ति, गुणस्य कारणम्। अतः नि इत्यस्य अन्ते यः इकारः अस्ति तस्य गुणः ने इति भवति, नेयोगः अयोगः इति यचोयवायवः यान्तावान्तदेशसन्धिं कृत्वा नयति इति रूपं सिद्धम् इति जानीमः। तर्हि अधुना अत्र विजयलक्ष्मी भगिनी, अत्र नियोगः तुमुन् रूपं किम्? नेतुम्। हा, कस्यचित् गृहे ध्वनिः अस्ति, कृपया म्यूट् करोतु। अस्तु, नेतुं, समीचीनं। तर्हि अत्र नेतुं प्रक्रिया कथं भवति, चिन्तयितुं शक्नोति वा? तुमुन् इति प्रत्ययः, तुमुन् इति प्रत्ययस्य हलन्त्यम् इति सूत्रेण नकारस्य लोपः भवति, अनन्तरं उकारः उच्चारणार्थः, हा उच्चारणार्थः उकारः तत्र अस्ति, तस्यापि तदपि गच्छति, गच्छति तुम् इति अवशिष्यते. नियोगः तुम् अत्र तुम् परन्तु सार्वधातुकम् अस्ति. प्रत्ययस्य स्वभावः कः? प्रत्ययस्य आर्धधातुकस्वभावः. तर्हि अत्र गुणकार्यं न भवति. नेतुं नेतुम् इति भवति खलु, नेतुम् इति भवति. तर्हि ओ आर्धधातु सार्वधातुक आर्धधातुकयोः गुणकार्यं भवति. गुणकार्यं भूत्वा नी इति धातोः गुणकार्यं भूत्वा ने इति भवति. ने योगः तुं नेतुम् इति मेलने वर्णमेलने नेतुम् इति प्राप्नुमः. सत्यं सत्यं. तर्हि अत्र किमर्थं तत्र एतादृश उदाहरणम् अहं दत्तवती इति चेत्, अत्र सार्वधातुक अर्धधातुकयोः इति सूत्रस्य कार्यं न केवलं प्रत्ययः सार्वधातुकः अस्ति चेत् भवति, अपि तु प्रत्ययः आर्धधातुकः अस्ति चेदपि गुणकार्यं भवति, यतोहि सूत्रे तु सार्वधातुक अर्धधातुकयोः इति अस्ति. तर्हि सार्वधातुकप्रत्ययः भवतु आर्धधातुकप्रत्ययः भवतु, गुणकार्यं भवति. अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् गुणकार्यं भवति इति सूत्रं वदति. तद् मनसि भवेत्, यतोहि यद्यपि अस्माभिः सर्वाणि उदाहरणानि अत्र तिङन्तप्रकरणे एव अस्माभिः दृष्टानि सर्वाणि उदाहरणानि, यथा अत्र शप् भुवादिगणे स्वीकृत्य दृष्टानि, तत्र सर्वत्र सार्वधातुकप्रत्ययः एव निमित्तं. परन्तु आर्धधातुकप्रत्ययः अस्ति चेदपि एतादृशकार्यं भवितुम् अर्हति इति मनसि स्थापनीयं. तर्हि तस्य उदाहरणार्थं नी इति धातुः अस्ति. नी धातुतः तुमुन् प्रत्ययः. तर्हि अस्माकं सर्वत्र अस्माकं प्रथमं सोपानम् इत्संज्ञकवर्णानां लोपः एव अस्माकं प्रथमं सोपानं. तर्हि तत्र प्रथमतया द्रष्टव्यं तुमुन् इति प्रत्यये इत्संज्ञकवर्णाः सन्ति वा इति द्रष्टव्यं. तर्हि तुमुन् इति प्रत्यये अन्ते नकारः अस्ति, नकारः इत्संज्ञकः अस्ति, हलन्त्यम् इत्यनेन नकारस्य लोपः भवति. तदनन्तरं तुम् तत्र मकार उत्तरवर्ति उकारः, तदपि उच्चारणार्थः, अतः तस्य तदपि गच्छति. तर्हि तुम् इति अवशिष्यते. तर्हि नियोगः तुम् तत्र नी इति धातुः अपि इत्संज्ञकवर्णानां लोपानन्तरं नी इति अवशिष्यते. तर्हि नियोगः तुम् तत्र अस्माकं चिन्तनं भवति, प्रथमं सर्वत्र कुत्रचित् ध्वनिः, हा सर्वत्र नियोगः तुम् इति अस्ति. तत्र सर्वत्र अस्माकं द्वितीयं सोपानम् अस्ति अङ्गकार्यं किमपि सम्भवति वा इति द्रष्टव्यं. तर्हि अत्र प्रत्ययः तस्य अनन्तरं यः प्रत्ययः अस्ति तुमुन् प्रत्ययः, तस्य स्वभावः कः इति चेत् चिन्तनीयं. तत्र तस्य स्वभावः कः, सः प्रत्ययः तिङ् अस्ति वा षित् अस्ति वा इति चिन्तनीयम्. अत्र तु अन्ते नकारः अस्ति, अतः नित् अस्ति न तु षित्, अतः सार्वधातुकप्रत्ययः नास्ति, तिङ् अपि नास्ति षित् अपि नास्ति. अतः यः प्रत्ययः तिङ् अपि नास्ति षित् अपि नास्ति सः प्रत्ययः अर्धधातुकः. अतः इदानीं तुमुन् इति प्रत्ययः अर्धधातुकः. तर्हि अर्धधातुकप्रत्ययः अस्ति नि इति धातुतः. तर्हि तत्र वयं जानीमः अङ्गकार्यं सम्भवति, यतोहि नि इत्यस्य अन्ते इक् वर्णः अस्ति, इकारः, दीर्घ इकारः. तदनन्तरम् अर्धधातुकप्रत्ययः अस्ति, अतः वयं जानीमः सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अस्ति इति कृत्वा नि इत्यस्य गुणः भूत्वा ने योगः तुमुन् नेतुम् इति नेतुम् इति रूपं निष्पन्नं भवति. एवमेव जीयोगः तुमुन् जेतुम् इति रूपं. तर्हि अत्र सर्वत्र प्रक्रिया सार्वधातुकः भवतु अर्धधातुकः भवतु, सर्वत्र गुणकार्यं सम्भवति यत्र यत्र सार्वधातुकप्रत्ययः अस्ति नो चेत् अर्धधातुकप्रत्ययः अस्ति इति अत्र प्रथमः नियमः अस्ति. अस्माकं गुणकार्यस्य कृते प्रथमः नियमः अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् गुणः भवति, प्रत्ययः सार्वधातुकः अथवा अर्धधातुकः अस्ति चेत् इति प्रथमं नियमः. अधुना अत्र द्वितीयः नियमः कः इति चेत्, अधुना अङ्गस्य अन्ते इति दृष्टम्, अधुना उपदायां लघु इक् वर्णः अस्ति चेत् तत्रापि गुणकार्यं सम्भवति, यत्र प्रत्ययः सार्वधातुकप्रत्ययः अथवा आर्धधातुकप्रत्ययः, तर्हि अत्र उपदायां लघु इक् वर्णः इति उक्तं। तर्हि अत्र उपदा इत्युक्ते का, लघु इक् वर्णः इत्युक्ते किम्, इक् वर्णः इत्युक्ते कः वर्णः इति अद्य चिन्तयामः। तर्हि लघु इक् वर्णः इत्युक्ते लघु, लघु इत्युक्ते ह्रस्वः इति अर्थः, यत्र ह्रस्व इकारः, ह्रस्व उकारः, ह्रस्व ऋकारः, ह्रस्व ऋकारः अस्ति, तत्र लघु इक् इति वदामः। इक् प्रत्याहारे वयं जानीमः इ उ ऋ ऋ एते वर्णाः सन्ति, ह्रस्वः भवतु दीर्घः भवतु, परन्तु लघु इक् इति वदामः चेत् तत्र केवलं यः वर्णः ह्रस्वः अस्ति तस्यैव ग्रहणं भवति। अपि च उपदा इति गते सप्ताहे अस्माभिः दृष्टम्, उपदा इत्युक्ते अत्र धातोः अन्तिमः वर्णः अस्ति, तस्मात् पूर्वं यः वर्णः तस्य नाम उपदा। तर्हि अत्र बुद् इति धातुः अस्ति चेत् बुद् इति धातौ अन्ते धकारः अस्ति, तस्मात् पूर्वम् उकारः, तर्हि उकारस्य उपदासंज्ञा भवति, अतः उपदा। तर्हि बुद् इति धातौ उपदायां लघु इक् वर्णः अस्ति, यतोहि बुद् इत्यत्र उकारः ह्रस्वः। तर्हि इदानीं बुद् इति धातुः भुवादिगणे अस्ति, तस्य अनन्तरं शप् इति प्रत्ययः अस्ति, तर्हि तत्रापि शप् प्रत्ययं निमित्तीकृत्य गुणकार्यं सम्भवति। तदर्थम् अत्र अन्यत् सूत्रमस्ति, अस्माकं द्वितीयं गुणविधायकं सूत्रम् उगन्तलघुपदस्य च इति सूत्रम्। अधुना अत्र तस्मिन् विषये अद्य पठामः। अस्तु, इति अत्र परिचयः, किञ्चित् परिचयः अत्र, अधुना ततः अग्रे अद्य इतोपि पठामः। अस्तु, वसन्ती भगिनी आरम्भं करोति वा? अत्र आरम्भतः उपदायमपि गुणः सूत्रसहिता दृष्टिः। भ्वादिगणे अवस्थाद्वये गुणः भवति इति अस्माभिः द्रष्टुम्। भ्वादिगणे धातोः अन्ते इक् वर्णः इ उ उ ऋ अस्ति चेत् तस्य वर्णस्य गुणः भवति, यथा भू बिकम्स् बो, जि बिकम्स् जे, स्ट्र सर्। वादिगणे धातोः उपदायां लघु इक् वर्णः अस्ति चेत् लघु इक् वर्णः इ ऊरु तस्य वर्णस्य गुणः भवति, उपदा नाम अन्तिमवर्णात् पूर्वं यः वर्णः सः, यथा बुद् बोध् कृष् कर्ष्। अत्र बुद् धातौ उकारः उपदासंज्ञः संज्ञकः, कृष् धातौ ऋकारः उपदासंज्ञकः। तावद् वदतु, किमस्ति अत्र? वादिगणे द्वे रूल्स् नियमः गुणः भवति, धातोः अन्ते इक् वर्णः अस्ति चेत् तस्य गुणः भवति। सेकेण्ड् वन्, धातोः उपदायां ह्रस्व इक् वर्णः अस्ति चेत् तस्य वर्णस्य गुणः भवति, उपदा मीन्स् अन्तिमवर्णस्य पूर्ववर्णः इस् काल्ड् उपदा। एक्साम्पल्, बुद् धातोः डकारम् अन्तिमवर्णः, भू इस् ह्रस्व उकारः, सो ह्रस्व उकारः इस् द उपदा, सो बुद् वादिगणे द शप् विकरणप्रत्यय, सो द निमित्तं उपदा इस् ह्रस्व ऊ, सो गुणः भवति, सो बुत् बिकम्स् बोध्. कृष् हियर् उपदा शकारं शकारं द अन्तिमवर्णः, उकारं इस् द उपदा, सो उकारं बिकम्स् कृ बिकम्स् कर् कर् कश्. सत्यं सत्यं भगिनि, समीचीनं. तर्हि अत्र अत्र किम् अस्ति इत्युक्ते, वयं जानीमः दशगणाः सन्ति इति जानीमः. अत्र तु वयं केवलं द्वादिगणे एव स्वीकृत्य पश्यामः प्रथमं गुणकार्यं कुत्र सम्भवति इति, यतोहि तत्र दशगणेषु सर्वत्र गुणः न भवति इति वयं जानीमः. तर्हि तदर्थम् अत्र तु वयं गुणस्य गुणसम्बद्धसूत्रं पठन्तः स्मः, अतः अत्र भुवादिगणे अत्र उदाहरणरूपेण स्वीकृतम् अस्ति, यतोहि भुवादिगणे सर्वत्र गुणः भवति. अग्रे गत्वा वयं पश्यामः अन्येषु गणेषु कुत्र कुत्र गुणः भवति, कुत्र गुणः न भवति इति अग्रे पश्यामः. परन्तु अधुना अत्र भुवादिगणे कानिचन उदाहरणानि स्वीकृत्य पश्यामः. अत्र गुणः, यत्र गुणः इति वदामः, तत्र नियमद्वयम् अस्ति इति जानीमः. प्रथमम् अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् तत्र गुणः सम्भवति सार्वधातुक आर्धातुकयोः इति सूत्रेण, यत् अस्माभिः पूर्वं दृष्टम्. तत्र तदर्थम् अत्र उदाहरणमस्ति भू इति धातुः, भूयोगः शप् योगः ति, तत्र भू इत्यस्य गुणः भवति भो इति, तद् यतोहि शप् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तर्हि भो इति भूत्वा तदनन्तरं सन्धिकार्यं भूत्वा भव भवति इति रूपम्. एवमेव जी इति अस्ति चेत् जी योगः शप् योगः ति, तत्र शप् निमित्तीकृत्य गुणः भवति जे योगः शप् योगः ति, सन्धिः भूत्वा जयति इति रूपम्. एवमेव सृ इति धातुः अस्ति चेत् ऋकारस्य गुणः भूत्वा सरति इति रूपं. तत्सर्वम् अस्माभिः दृष्टं, वयं जानीमः तत्र प्रक्रिया कथं भवति इति जानीमः, सूत्रमपि जानीमः. अधुना अत्र द्वितीयः नियमः अत्र दत्तमस्ति. भुवादिगणे धातोः उपदायां लघु इक् वर्णः अस्ति चेत् तस्य वर्णस्य गुणः भवति इति दत्तमस्ति. तर्हि द्वितीयः नियमः अस्ति, उपदायां लघु इक् वर्णः अस्ति चेत् तस्य गुणः भवति, यत्र निमित्तमस्ति सार्वधातुकप्रत्ययः अथवा अर्धातुकप्रत्ययः. तर्हि अत्र उपदा इत्युक्ते किम् इति दत्तमस्ति. उपदा इत्युक्ते अन्तिमवर्णात् पूर्वं यः वर्णः अस्ति तस्य नाम उपदा इति. तर्हि अत्र बुद्ध् इति दातुं स्वीकुर्मः चेत् अत्र सूर्यकुमारी भगिनी वदतु, अत्र बुद्ध् इति धातौ उपदा इत्युक्ते का कः वर्णः, उपदावर्णः उकारः कथम् उपदा इत्युक्ते तत्र तस्य वर्णनं कथं भवति? उकारः उपदा सम्यक् एव, उत्तरं सम्यक् अस्ति, कथम् इति वदतु. चकारः अन्तिमवर्णः, तत्पूर्ववर्णः भू, उकारः बा योगः उकार भू, उकारः उपदा. सत्यं सत्यं, समीचीनं. तर्हि बुद्ध् इति धातुं पश्यामः चेत् तत्र अन्तिमवर्णः धकारः, तस्मात् पूर्वं यः वर्णः सः वर्णः उकारः, उकारः एव उपदा. एवमेव कृष् इति धातुं पश्यामः चेत् तत्र गीताञ्जलिभगिनी वदतु, कृष् धातौ उपदावर्णः कः? कृष् धातौ उपधा ऋकार अस्ति, षकार पूर्वं ऋकार अस्ति, ऋकार उपधा इकवर्णः अस्ति, तदनन्तरम् उपधा सम्यक् अस्ति. हा सत्यं. क्षि इति वदामः चेत् क्षि इति धातुः, अत्र रामनाथन् महोदय वदतु, क्षि इति धातुः ककारः षकारः इकारः, क्षि इति धातुः, तत्र उपधावर्णः कः? क्षि, ककारः मूर्धन्य षकारः इकारः, क्षि. षकारः मूर्धन्य षकारः, कृष्णषकारः ओके, इकारः उपदावर्णः कृषि, इकारः एव उपदावर्णः न, क्षि इति धातुः, क्षि क्षयति, क्षयति क्षयति एव क्षयति वशि उपदावर्णः षकारः हा उपदावर्णः क्षकारः अतः यत्र एतादृशमस्ति तत्र सम्यक्तया द्रष्टव्यम् उपदावर्णः कः इति षकारः उपदावर्णः अस्तु समीचीनं तर्हि अत्र वयं जानीमः उपधायां लघु इक्वर्णः अस्ति चेत् तस्य गुणः तर्हि यथा क्षि इति धातुं पश्यामः चेत् तत्र उपधायां षकारः अस्ति षकारः इक्वर्णः लघु इक्वर्णः नास्ति अतः तत्र गुणकार्यं न सम्भवति तत्र क्षि इति धातौ सारधातुक आरधातुकयोः इत्यनेन गुणः न तु पुगन्तलघुपदस्य च इति अस्तु अधुना ततः अग्रे पठामः अत्र वेङ्कटरमन् महोदय पठति वा भगिनि एकः प्रश्नः बुद् इति औपदेशिकरूपम् अस्ति भगिनि बुद्ध धातु इति वा इति चिन्तयामि अत्र अनन्तरं हलन्त्यं कारणेन न करोति बुध इति अन्ते अकारः अस्ति भगिनि अकारस्य संज्ञा अत्र लौकिकधातुः अस्तु अस्तु धन्यवादः एवमेव कृष् अपि लौकिकधातु अस्तु अस्तु धन्यवादः वेङ्कटरमन् महोदय कृपया पठतु आं भगिनि पठामि धातु अन्तिमवर्णः इ तस्मात् तत्र गुणकार्यं सम्भवति किञ्चित् हा सम्भवति तदेव उक्तवती खलु सारधातु कारधातुकयोः इत्यनेन गुणकार्यं भवति इति आं पठामि गतपाठे प्रथमादशायां इगन्त अवस्थायां गुणः कथं भवति इति अस्माभिः दृष्टम् यस्य धातोः अन्तिमवर्णः इ ई उ ऊ ऋ नाम इक् प्रत्याहारे कश्चन वर्णः सः धातुः इगन्तधातुः सार्वधातुकप्रत्यये परे इगन्तधातोः अङ्गस्य इकः गुणः सार्वधातुक हार्धधातुकयोः इत्यनेन सूत्रेण अग्रे पठामि वा तावद् उक्त्वा तदनन्तरं पठतु महोदय वयं गतकक्षायां दृष्टवन्तः इगन्त अवस्थायां गुणः कथं भवति इति इदानीम् अस्मिन् अस्मिन् कक्षायाम् अस्यां कक्षायां यस्य धातोः अन्तिमवर्णः इ नाम इक् प्रत्याहारे कश्चन वर्णः सः धातुः इगन्धधातुः अन्तिमवर्णः धातोः अन्तिमवर्णः इक्वर्णः तत्र इक्वर्णः इत्युक्ते इ ह्रस्व दीर्घ द्वयमपि गृहीतमस्ति उ ह्रस्वदीर्घग्रहणं भवति ऋ ह्रस्वदीर्घग्रहणं भवति ऋ ह्रस्वस्य दीर्घ ग्रहणमपि भवति समीचीनं अतः कश्चन धातोः अन्ते इक्वर्णः अस्ति चेत् तस्य नाम इगन्तधातुः इति सार्वधातुकप्रत्यये परे इगन्तधातोः अङ्गस्य एकः यदा धातोः परे सार्वधातुकप्रत्यय वा हार्धधातुकप्रत्यय वा परे अस्ति चेत् तस्य धातोः अङ्गस्य इकः गुणः भवति इति अनेन सूत्रेण वयं पश्यामः समीचीनम् अग्रे इदानीं द्वितीयदशायाम् इक् उपदा अवस्थायां गुणः कथं भवति इति पश्यामः अवगमनार्थं लघुकथा संक्षिप्ता दृष्टिः अपि अस्ति पूर्णदृष्टिः अपि अस्ति आदौ लघुकथाया कथाम् अवलोकयाम. तावद् महोदय, वदामि वा? वदतु महोदय, कृपया वदतु तावत्. इदानीं वयं द्वितीय अवस्थायां दृष्टवन्तः स्मः. अतः उपदा, उपदा इत्युक्ते यः धातोः अन्तिमवर्णात् पूर्वं यः, सः उपदा इति अस्ति. तत्र नियमः अस्ति उपदा ह्रस्ववर्णः एव भवतु इति. अतः ह्रस्व इक् उपदा अवस्थायां गुणः कथं भवति इति पश्यामः. अवगमनार्थं लघुकथा संक्षिप्त. पूर्वं यदा वयं दृष्टवन्तः तदपि इदानीं यदा वयं पश्यामः तदपि लघुकथा प्रक्रिया कथं भवति इति वयम् अवलोकयामः. अस्तु, समीचीनं महोदय, तथैव अस्ति. अत्र अत्र यथा अत्र यथा पूर्वं दृष्टम्, अत्र नियमद्वयम् अस्ति. अन्ते धातोः अन्ते इक् वर्णः अस्ति चेत् गुणः भवति सार्वधातुक आर्धधातुकयोः इति सूत्रेण. धातोः अन्ते इक् वर्णः लघुः भवतु, दीर्घः भवतु, यत्किमपि भवतु, सर्वत्र गुणकार्यं भवति अन्तिमवर्णस्य. परन्तु यत्र उपदायाम् इक् वर्णः अस्ति तः सः वर्णः लघुः अस्ति वा इति द्रष्टव्यं. लघुः अस्ति चेत् तत्र गुणकार्यं सम्भवति पुगन्तलघुपदस्य च इति सूत्रेण. अधुना तस्मिन् विषये अत्र लघुकथा इत्युक्ते संक्षिप्तरूपेण प्रक्रिया कथं भवति इति अत्र प्रदर्शितमस्ति अग्रे. लघुकथा किमर्थम् इति चेत् यतोहि तत्र सर्वाणि सोपानानि न दत्तानि. अत्र संक्षिप्तरूपेण उक्तं गुणकार्यं भवति पुगन्तलघुपदस्य च इति सूत्रेण इति कथं भवति इति अग्रे पश्यामः. प्रक्रिया पूर्णकथा इत्युक्ते तत्र प्रत्येकस्मिन् सोपाने किं किं कार्यं भवति, किं किं सूत्रं तत्र प्रसक्तं, किं किं सूत्रम् आगत्य कार्यं करोति, तत्सर्वं यत्र वयं वदामः तदेव पूर्णकथा. यत्र संक्षिप्तरूपेण वदामः तद् लघुकथा इति अत्र अस्ति. तर्हि लघुकथा कथं भवति इति अग्रे पश्यामः. अस्तु महोदय, धन्यवादः. तर्हि अग्रे अत्र रमा शिवरामन् भगिनी पठति वा? लघुकथा. बुध् बोधति, अत्र उकारः ह्रस्वः. बुध् धातोः उपधायाम् इक् प्रत्याहारस्य सदस्यः च. अस्याम् अवस्थायां बुध् धातुः भुवादिगणे सन् उकारस्य गुणः. शप् विकरणप्रत्ययः एव कारणम्. किमर्थम् इति चेत् पुगन्तलघूपदस्य च सूत्रं धातोः उपदायां लघु इक् चेत् तस्य गुणः भवति सार्वधातुके परे. सार्वधातुकसंज्ञकप्रत्ययः धातोः अनन्तरम्. अत्र बुध् धातु कथं बोधति भवति इति लिखितमस्ति. अत्र उकारः ह्रस्वः, उपदा उकारः ह्रस्वः. बुध् धातोः उकारः इक् प्रत्याहारस्य सदस्य अस्ति, इक् अस्ति. अस्यां बुध् धातु भुवादिगणे अपि अस्ति, अतः उकारस्य गुणः भवति शप् विकरणप्रत्ययकारणात्. भुवादिगणे शप् विकरणप्रत्ययः अपि आगच्छति, अतः उकारस्य गुणः भवति. एकसूत्रम् अस्ति पुगन्तलघुपदस्य च, अतः एव धातोः उपदायां लघु इक् इदानीम् अत्र ऊ अस्ति, ऊ लघु इक् अस्ति, अतः तस्य गुणः भवति सार्वधातुके परे. बुदु धातु परे उपदायां गुणः उकारस्य गुणः भवति. अतः बुद् शप् ति बोधयति भवति. बोधयति नास्ति, बोधति, बोधयति, बोधति. ऊ प्रथमं गुणः भवति ऊ कारणात्, ऊ कारणात् गुणः कारणेन ओ भवति. शप् प्रत्ययकारणेन बोधति, हा बोधति भवति. बोधयोगः अयोगः ति, बोधयोगः ति, बोधति, बोधति. समीचीनं. तर्हि अत्र तत्र उदाहरणं प्रदर्शितमस्ति. पुग्गन्तलघुपदस्य च इति सूत्रं कुत्र कार्यं करोति इत्यस्य कृते उदाहरणमस्ति बुद्ध इति धातुः, द्वादिगणीयधातुः अस्ति. भगिनि एकः सन्देहः, पुगन्तलघुपदस्य च इत्यनेन सूत्रेण सार्वधातुके परे एव गुणः भवति वा अथवा आर्धधातुक परे अपि गुणः भवति वा? सार्वधातुक अर्धधातुकः उभयत्र भवति. सार्वधातुक एव तत्र दत्तमस्ति किल? हा, अत्र लघुकथा इति उक्तं खलु. अत्र अग्रे सूत्रस्य विवरणम् अग्रे दत्तमस्ति. सूत्रस्य विवरणम् अग्रे, सम्पूर्णसूत्रम् अग्रे पठामः. अत्र केवलं बुद्ध धातोः कृते उक्तं, यतोहि बोधति इति रूपं तत्र शप् इति प्रत्ययः सार्वधातुकः अस्ति खलु, अतः तथा दत्तमस्ति. परन्तु पूर्णसूत्रार्थः कः इति अग्रे पठामः. तर्हि अत्र तु बुद्ध धातुः अस्ति, भुवादिगणीयधातुः. तर्हि तत्र शप् इति विकरणप्रत्ययः आगच्छति. बुद्धियोगः ति इति अस्ति, तिङ् प्रत्ययः. प्रथमपुरुषे एकवचने तिप् तिप् इति प्रत्ययः, तत्र ति इति अवशिष्यते. तर्हि बुद्धियोगः ति, तर्हि तत्र मध्ये शप् इति विकरणप्रत्ययः आगच्छति. तर्हि बुद्धियोगः शप् योगः ति. अधुना अत्र अस्माकं प्रथमं सोपानं किम्? इत्संज्ञकवर्णानां लोपः. तर्हि बुद्ध धातोः अपि इत्संज्ञकवर्णानां लोपानन्तरं बुद्ध इति अवशिष्यते. तत्र लौकिकधातुः बुद्ध एव. शप् इति प्रत्ययः अपि शकारपकारयोः इत्संज्ञा भवति इति जानीमः. तर्हि अकारः अवशिष्यते. अनन्तरं तिप् इति प्रत्ययः अपि पकारस्य इत्संज्ञा भूत्वा ति इति अवशिष्यते. अधुना अस्माकं पुरतः बुद्ध योगः अयोगः ति इति अस्ति. तर्हि अत्र प्रथमं सोपानमस्ति अङ्गकार्यं. शप् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, यतोहि षित् अस्ति. अतः अधुना पश्यामः अत्र किं कार्यं सम्भवति अत्र बुद्ध धातौ. तर्हि बुद्ध धातोः अन्ते इकारः अस्ति वा, इक् वर्णः अस्ति वा? न, इक् वर्णः नास्ति, हल् वर्णः अस्ति, ठकारः. अतः सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः नास्ति, यतोहि अङ्गस्य अन्ते इक् नास्ति. तर्हि अधुना पुनः द्रष्टव्यम्, अधुना उपदायाम् इक् वर्णः अस्ति वा इति द्रष्टव्यम्. उपदायां पश्यामः चेत् तत्र उपदायाम् उकारः अस्ति, सः उकारः ह्रस्वः अपि अस्ति. अतः अत्र पुकन्तलघुपदस्य च इति सूत्रेण गुणकार्यं सम्भवति, यतोहि शप् प्रत्ययः सार्वधातुकः अस्ति. अतः उकारस्य गुणः भूत्वा बोधयोगः अयोगः ति. अधुना अत्र बोधयोगः अ द्वयोः मेलनेन बोधयोगः ति बोधति इति रूपं निष्पन्नं भवति. तर्हि सर्वत्र तथा एव. प्रथमं तत्र विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति. शप् इति विकरणप्रत्ययः अस्ति, तद् निमित्तीकृत्य अङ्गकार्यम्. अङ्गकार्यानन्तरं सन्धिकार्यं सम्भवति वा इति द्रष्टव्यं. सन्धिकार्यम् अस्ति चेत् यथा अत्र अस्माभिः पूर्वं दृष्टं एचोय वायवः इति कुत्रचित् कार्यं भवति, परन्तु अत्र तादृशकार्यं किमपि नास्ति. अङ्गकार्यानन्तरं योजनं भवति, धातुः अपि विकरणप्रत्ययं द्वयोः मेलनं भवति. तर्हि बोधयोगः अ बोध इति अस्ति, बोधयोगः ति, बोधयोगः ति. अधुना अपि पुनः द्रष्टव्यम्, अत्र ति इति प्रत्ययः अपि सार्वधातुकप्रत्ययः अस्ति खलु, तिंशित् सार्वधातुकम् इत्यनेन ति इति प्रत्ययः अपि सार्वधातुकः. पुनः सार्वधातुकप्रत्ययमपि स्वीकृत्य पश्यामः अत्र पुनः किमपि अङ्गकार्यं भवति वा, बोध इति धातौ किमपि कार्यं भवति वा इति पश्यामः. अत्र तु किमपि कार्यं नास्ति, अतः केवलं योजनं बोधति इति रूपम्. तर्हि अत्र अस्माकं पुरतः विषयः कः इति चेत् पुगन्तलघुपदस्य च इति सूत्रं, तदेव अस्माकं विषयः अस्ति. अग्रे सूत्रस्य विवरणं पठामः. अस्तु, कोऽपि प्रश्नः? भगिनि, इक् पदस्य अन्ते चेत् इगन्त इति वदति किल, इक् प्रत्याहार अत्र पुक् प्रत्याहारमपि अस्ति वा? हा अग्रे पश्यामः भगिनि सूत्रस्य विवरणम्. अत्र अस्माकं विषयः पुक् नास्ति, परन्तु अग्रे सूत्रस्य अर्थः कः, पुक् पुक् इत्युक्ते किं, लघु उपदा इत्युक्ते किं, तत्सर्वम् अग्रे आयास्यति पठामः. अस्तु अस्तु. भवती यत् पृष्टवती सम्यक् एव, एकक्षणं महोदय, भवती यत् पृष्टवती सम्यक् एव. यदि अङ्गस्य अन्ते इक् वर्णः अस्ति चेत् इगन्तम् इति वदामः, समीचीनं. यदि इक् वर्णः उपदायाम् अस्ति चेत् तर्हि वयं वदामः इगुपद, इगुपदधातुः इति वदामः. इगुपदः इत्युक्ते इक् यस्य उपदायम् अस्ति सः धातुः इगुपदः इति वदामः. यथा इगन्तं तथा इगुपदः इति अपि वदामः, केवलं सूचनार्थं तावदेव. अस्तु महोदय. विकर्णप्रत्यय सर्वदा तिङन्तप्रत्यय आदौ वर्तते वा? तिङन्तप्रत्यय पुनः पृच्छतु. सर्वदा विकर्णप्रत्यय तिङन्तप्रत्ययक आदौ वर्तते वा? हा अत्र तिङ् प्रत्ययं निमित्तीकृत्य वर्तते वा? हा पूर्वं वर्तते महोदय. अत्र अत्र अत्र प्रक्रिया कथम् अस्ति चेत् अधुना अत्र पूर्णकथा इति पठामः, तत्र स्पष्टं भविष्यति. कथं विकरणप्रत्ययः आगच्छति इति अधुना पश्यामः. भवानेव पठतु पूर्णकथा इति पठतु. पूर्णकथा. बुद् लट्लकार विवक्षा वक्तुम् इच्छा लट् प्रत्ययः विधीयते. द्वितीयप्रक्रिया बुद् योगः लट्. लट् स्थाने प्रथमपुरुषै एकवचने तिप् प्रत्ययस्य आदेशः. बुद् योगः तिप्. इदानीं हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन पकारः लोपः. बुद् यो चतुर्थी बुद् योगः ति. ति इदानीं तिङन्तप्रत्ययं प्रथम एकवचनं. तिंशित् सार्वधातुकम् इत्यनेन ति तिङ् प्रत्यय, अतः सार्वधातुकसंज्ञा. ति इति प्रथम एकवचन तिङ् इति प्रत्ययेन, ङकारं हलन्त्यम् इति सूत्रेण, तस्य लोपः इति सूत्रेण लोपः भवति. ति इति अवशिष्यते. ति इति तिङ्क्षिप् सार्वधातुकम् इति सूत्रेण ति प्रत्ययम् आगमनानन्तरम् इति सार्वधातुकसंज्ञकः भवति. कर्तरि शप् इत्यनेन सूत्रेण कर्तरि अर्थे ति इति सार्वधातुके परे शप् प्रत्ययः विहितः. इदानीं न अवगतं. चिन्ता नास्ति, एकवारं पठतु. कर्तरि शप् इत्यनेन सूत्रेण कर्तरि अर्थे ति इति सार्वधातुके परे शप् प्रत्ययः विहितः. पञ्चमः प्रक्रिया बुत् योगः शप् योगः ति. लसुकतटिते इत्येनेन सूत्रेण यकार शकार ककार वर्गे स्थितेन स्थिते वर्णानां इत्संज्ञा प्रत्ययस्य आदौ तद्धितप्रत्ययः नास्ति चेत्. हलन्त्यम् इत्यनेन सूत्रेण पकारस्य इत्संज्ञा, तस्य लोपः इत्यनेन शकारः पकारः लोपः. सो अकारम् एव अवशिष्यते. अन्तिमः अन्तिमप्रक्रिया बुद् योगः अकार योगः ति. इदानीं गुणः भवति बोध् योगः बोधति इति रूपम्. हा अस्तु अस्तु, समीचीनम्. अत्र अत्र किमपि अवगतं वा? कर्तरिष्यप् इत्यनेन एतत् प्रक्रिया न अवगतम्. अस्तु अस्तु अस्तु. अत्र अत्र पश्यतु, अत्र अत्र यत्र कुत्रापि वयं पदस्य निर्माणं कर्तुम् इच्छामः, क्रियापदस्य निर्माणं कर्तुम् इच्छामः, तर्हि तत्र प्रक्रिया कथं भवति इति चेत् आदौ धातुः अस्ति, धातुः प्रथमतया आगच्छति, अत्र बुद्ध् इति धातुः अस्ति, अस्माकं विवक्षा अस्ति बुद्ध् धातोः कृते रूपम् अस्माकम् इच्छा अस्ति तस्मिन् विषये, अतः बुद्ध् धातुतः अधुना विवक्षा अस्ति लट् लकारः. विवक्षा इत्युक्ते वक्तुमिच्छामः, वयं लट् लकारे रूपं वक्तुमिच्छामः, अतः तत्र लट् लकारः आगच्छति. तर्हि बुद्ध् धातुतः लट् लकारः, बुद्ध् योगः लट् लकारः, यतोहि अस्माकं विवक्षा लट् लकारः अस्ति. तर्हि लट् लकारः विधीयते, लट् लकारः वर्तमानकालार्थे विधीयते. अस्तु, तर्हि बुद्ध् योगः लट् इति अस्ति. तदनन्तरं किं भवति, इदानीम् अस्माकं विवक्षा अस्ति प्रथमपुरुषे एकवचनान्तप्रत्ययः, तर्हि तिप् इति प्रत्ययः आगच्छति, लटः स्थाने तिप् इति प्रत्ययः आगच्छति. यदि अस्माकं विवक्षा अत्र प्रथमपुरुषे द्विवचनम् अस्ति चेत् तत्र तस् इति प्रत्ययः आगच्छति, अथवा बहुवचने अस्ति चेत् तत्र झी इति प्रत्ययः आगच्छति. तर्हि अस्माकं विवक्षानुगुणं लटः स्थाने प्रत्ययः आगच्छति, यतोहि वयं जानीमः अष्टादशप्रत्ययाः सन्ति. तर्हि अत्र तु प्रथमप्रत्ययः वयं स्वीकुर्मः, यतोहि तत्र अन्येषां प्रत्ययानां विषये अस्माभिः न पठितवन्तः, अतः अत्र तिप् इति प्रत्ययमेव स्वीकुर्मः. तर्हि लटः स्थाने तिप् इति प्रत्ययः, तर्हि बुद्धियोगः तिप् इति अस्ति. तर्हि अत्र तिप् इति प्रत्यये वयं जानीमः तिप् प्रत्यये तत्र अन्ते पकारः अस्ति, हलन्त्यम् इत्यनेन तस्य लोपः भवति, पकारस्य इत्संज्ञा भवति. तर्हि बुद्धियोगः ति इति अवशिष्यते. अधुना किं कुर्मः इति चेत् अत्र तिप् इति प्रत्ययः तिङ् प्रत्ययः अस्ति इति जानीमः, अतः तिप् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, तिंशित् सार्वधातुकम् इत्यनेन सार्वधातुकप्रत्ययः अस्ति. अस्तु, तर्हि अत्र चतुर्थसोपाने बुद्धियोगः ति इति अस्ति. अस्तु, अधुना अत्र ति इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति, अपि च कर्त्रार्थे अस्ति. अत्र यथा अत्र बोधति इति रूपं कर्तरीप्रयोगे एव भवति खलु, बोधति इति रूपं कर्तरीप्रयोगे भवति, न तु कर्मणि प्रयोगे. अतः अत्र कर्त्रार्थे अस्ति इति वदामः, अत्र ति इति प्रत्ययः कर्त्रार्थे अस्ति, कर्तरीप्रयोगे अस्ति, अतः सार्वधातुकप्रत्ययः अपि अस्ति, कर्त्रार्थे अपि अस्ति इति कृत्वा अत्र अन्यसूत्रमस्ति कर्तरी शप्. एतावता अस्माभिः किं पठितं, शप् इति प्रत्ययः आगच्छति, विकरणप्रत्ययः आगच्छति इति उक्तं, तदर्थं सूत्रमस्ति कर्तरी शप् इति सूत्रं. तत् सूत्रं कर्तरी शप् इति सूत्रं किं वदति इति चेत्, यत्र कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति तत्र धातुतः शप् इति प्रत्ययः आगच्छति इति वदति. तर्हि अत्र बुद्ध् इति धातुः अस्ति, तदनन्तरं ति इति प्रत्ययः सार्वधातुकः अपि अस्ति, कर्त्रार्थे अपि अस्ति, अतः शप् इति विकरणप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये आगच्छति. तर्हि अधुना बुद्धियोगः शप् योगः ति इति आगच्छति. तर्हि शप् इति प्रत्यये यथा अस्माभिः पूर्वमपि परिशीलितं, शप् इति प्रत्यये शकारपकारयोः इत्संज्ञा भवति, शकारस्य लषक्व तदिते इत्यनेन, पकारस्य हलन्त्यम् इत्यनेन, तर्हि अ इति अवशिष्यते. तर्हि बुद्धियोगः अयोगः ति इति अस्ति. तर्हि अधुना अग्रे पठामः, बुद्धियोगः अयोगः ति अस्ति चेत् किं भवति इति अधुना अग्रे पश्यामः. अत्र किमर्थम् अत्र पूर्णकथा दत्तम् इति चेत्, केवलम् अस्माकम् अवगमनार्थम् अत्र एतत् सर्वम् अस्माभिः न पठितं कर्तरीक्रमेण. हा हा, अत्र कर्तरीशप् इति सूत्रं न पठितं. तर्हि अग्रे गत्वा यदा वयं भुवादिगणे प्रक्रिया कथं भवति इति पश्यामः, तत्र एतादृशी प्रक्रिया भवति इति सूचनार्थम् अत्र दत्तमस्ति. अत्र अस्माकम् अवधानं कर्तरीशप् इति सूत्रस्य विषये नास्ति, अत्र केवलं शास्त्रीयप्रक्रिया कथं भवति. यदि कस्यचित् पदस्य रूपं साधयितुम् इच्छामः, तत्र शास्त्रीयप्रक्रिया कथं भवति इति सूचनार्थम् अत्र दत्तमस्ति. अत्र तर्हि विवक्षानुगुणं लकारः आगच्छति, लकारस्य स्थाने तिङ् प्रत्ययः आगच्छति, तदनन्तरं मध्ये विकरणप्रत्ययः आगच्छति, तदनन्तरं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यं भवति इति अत्र दत्तमस्ति. परन्तु अत्र अस्माकम् अवधानं कुत्र इति चेत्, तत्र फुगन्तलघुपदस्य च इति सूत्रं कथं कार्यं करोति इति एव अस्माकं विषयः अस्ति. अतः वयं तस्मिन् विषये एव चिन्तनं कुर्मः, यद्यपि अत्र प्रक्रिया कथं भवति इति अपि दत्तमस्ति. अस्तु, कर्तरि शप् कर्तरि शप् इति सूत्रं कीदृशसूत्रम् एतत् कर्तृशप् इति शप् शप् विकरणप्रत्यय विधाय विधानार्थम् एतत् सूत्रमस्ति विधिसूत्रमेव विधिसूत्रमेव एतस्य सङ्ख्या न दत्तं तत् कारणेन हा किमर्थं न दत्तं चेत् अत्र अस्माकम् अवधानम् अत्र नास्ति इति कृत्वा केवलं अत्र सूचनार्थम् अत्र यदि प्रक्रिया सम्पूर्णप्रक्रिया कथं भवति शास्त्रीयप्रक्रिया सर्वत्र शास्त्रीयप्रक्रिया कथं भवति इति चेत् प्रत्येकस्मिन् सोपाने यत्किमपि कार्यं वयं कुर्मः तत्र सूत्रं भवति तदर्थं कोऽपि सूत्रं भवति अतः तत्र प्रत्येकस्मिन् सोपाने सूत्राणि सन्ति कथम् अत्र विस्तृतरूपेण कार्यं भवति इत्येव प्रदर्शनार्थम् अत्र दत्तमस्ति अग्रे गत्वा एतत् सर्वं वयं पठिष्यामः यतोहि अत्र एकसंशयः अस्ति कर्तरि शप् पूर्वं किमर्थं न आगच्छति अत्र एव नूतनविषयं किमर्थं भूयोगः शप् तत्रापि तत्रापि अस्ति सर्वत्र एतावता अस्माभिः यत्र कुत्रापि शप् इति दृष्टं तत्र सर्वत्र कर्तरि शप् इति सूत्रेण एव भवति अत्र केवलं सूचनार्थं दत्तमस्ति भगिनि अत्र शप् इति सूत्रस्य विवरणम् अत्र अस्माकम् अवधानं नास्ति अत्र यदि अत्र कोऽपि चिन्तयति अत्र अत्र एतावता अस्माभिः किं पठितम् एतत्र पूर्वस्मिन् करपत्रे जि इति धातुः अस्ति चेत् जयति इति रूपं कथं निष्पन्नम् इति चेत् अत्र जि योगः शप् योगः ति इति उक्तं परन्तु जि योगः शप् योगः ति इत्यस्मात् पूर्वमपि कार्याणि सन्ति तद् अत्र करपत्रे न दत्तं तानि कार्याणि न दत्तानि यतोहि यतोहि वयं प्रारम्भिकस्तरे पठामः खलु तत्र क्रमेण गच्छामः इति कृत्वा तत्र केवलम् अत्र सूचनार्थं किञ्चित् इतोपि दत्तम् अस्ति अग्रे गत्वा क्रमेण पठामः तत्सर्वं क्रमेण पठामः परन्तु तत्र शप् इति प्रत्ययः कथम् आगच्छति इति चेत् तदर्थमपि सूत्रमस्ति कर्तरि शप् इति सूत्रमस्ति तेन सूत्रेण शप् इति प्रत्ययः विधीयते अवगच्छामि अग्रे पठामः भगिनि धन्यवादः महोदय अग्रे भगिनि वन् एकनिमिषः कर्तरि शप् परन्तु सर्वे गणे शप् विकरणप्रत्ययः न आगच्छति परन्तु सर्वे गणस्य धातवः कर्तरि प्रयोगे उपयोगं कुर्मः किल कर्तरि शप् प्रसक्तिः न भवति किल हा तद् अग्रे तद् अग्रिमसोपानम् अस्ति भगिनि तत्र तत्र सर्वत्रापि तत्र सर्वत्रापि कर्तरि शप् इत्यस्य प्रसक्तिः अस्ति परन्तु तत् सूत्रं प्रबाद्य अन्यानि सूत्राणि सन्ति यथा स्वादिगणे यथा स्वादिगणे श्नु इति प्रत्ययः अस्ति विकरणप्रत्ययः श्नु इति अस्ति तत्र किं भवति इति चेत् तत्रापि कर्तरि शप् इत्यनेन शप् इति आगन्तुं शक्नोति परन्तु तत्सूत्रं प्रबाद्य स्वादिभ्यः श्नु इति सूत्रेण श्नु इति प्रत्ययः आगच्छति इति सर्वत्र तथा अस्ति अस्तु अग्रे अग्रे भवती एव पठतु पुगन्तलघुपदस्य च पुगन्तलघुपदस्य च पूर्वतने पाठे अस्माभिः दृष्टं यत् अ शप् इत्यस्य प्रतिनिधिः चकारपकारयोः लोपः भवति किन्तु तयोः लक्षणं तिष्ठति एव शकारस्य इत्संज्ञा अतः अवशिष्टः अकारः षित् अस्ति अतः तिंषित् सार्वधातुकम् इत्यनेन सूत्रेण शप् अधुना अकारः सार्वधातुकसंज्ञकप्रत्ययः तदा पुगन्तलघूपदस्य च इत्यनेन सूत्रेण धातौ उपधायाः ह्रस्व इकः गुणः भवति ओके पूर्वतने पाठे वयं दृष्टवन्तः अकार भू भव ति भवति उदाहरणे अ शप् इत्यस्य प्रतिनिधिः किम् इत्युक्ते लशकुतदिते श इति भवति प हलन्त्यम् इति सूत्रेण तदपि गच्छति अ एव तिष्ठति देर्फोर् अ अतः अ शप्रत्ययस्य प्रतिनिधिः भवति तयोः शकारपकारयोः लोपः भवति अपि तत्र तेन लक्षणं तिष्ठति देट् इस् श गुणप्रेरणं करोति प सहायं करोति इति पूर्वे भवत्याः उक्तः अतः लक्षणं तिष्ठति शकारस्य इत्संज्ञा अतः अवशिष्टः अकारः षित् अस्ति अकारः इत्संज्ञा शप् इत्यस्य प्रतिनिधिः प्रथमे उक्तं शकारस्य इत्संज्ञा अतः अवशिष्टः अकारः षित् अस्ति षित् पित् इति वयं अवगन्तं we understood in the previous lesson avagatavantah shit asti atah tingshit sarvadhatukam ityanena sutrena shap aduna akara that pratinidhi akaraha tingshit sarvadhatuk sutrena sarvadhatuka sanaka pratyayah a is the pratyaya that represents that gets the name of sarvadhatuka sanaka sarvadhatuka tada puganta lagupadasya cha ityanena sutrena nutana sutrena dhatau upadayaha atra buddha dhatu udaharanam vayam swikrutavantah tatra upadayaha varnaha is u उकारः ह्रस्व इकः इक्वर्ण ह्रस्व इक्वर्णः अपि अस्ति वो तत् गुणः भवति सो भृद् बिकम्स् भो ऐ थिङ्क् तदनन्तरं भोत् योगः अ योगः ति वर्णमेलने त्रीणि वर्णानि मिलित्वा बोधति भवति बोधति इत्यस्य क्रियापदस्य निर्माणं भवति समीचीनं भगिनि समीचीनम् तर्हि अत्र अस्तु तर्हि अत्र बुद्धियोगः शप्योगः ति इति अस्ति तर्हि अत्र यथा अस्माभिः पूर्वं दृष्टं तथैव अत्र प्रक्रिया तथैव भवति तत्र शप् इत्यस्य शकारपकारयोः लोपः भवति इत्संज्ञा भूत्वा शकारस्य लशक्वतदिते इत्यनेन पकारस्य हलन्त्यम् इत्यनेन तर्हि अकारः अवशिष्यते तर्हि बुद्ध्योगः अयोगः ति अधुना अ इति प्रत्ययः शप् इति प्रत्ययः षित् अस्ति यतोहि शकारस्य इत्संज्ञा अस्ति अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः अ इति प्रत्ययः यद्यपि अ अकारः एव अवशिष्टः तथापि सः अकारः तत्र षित् अस्ति इति कृत्वा सार्वधातुकसंज्ञकः अतः अधुना अत्र पुगन्तलघुपदस्य च इति सूत्रस्य प्रसक्तिः अस्ति किमर्थम् इति चेत् शप् इति प्रत्ययः सार्वधातुकप्रत्ययः अस्ति निमित्तम् अस्ति अपि च बुद्ध् इति धातौ उपदायां लघु इक् वर्णः अपि अस्ति अतः पुगन्तलघुपदस्य च इत्यनेन गुणकार्यं भूत्वा बोध् योगः अयोगः ति तर्हि तदनन्तरं बोध्योगः अ बोध योगः ति बोधति इति रूपं निष्पन्नं भवति इति सामान्यतया प्रक्रिया एतादृशी भवति तर्हि अधुना अत्र किञ्चित् इतोपि पुनः चिन्तयामः अत्र एतत् सर्वम् अवगतं वा न वा इति पश्यामः गीताञ्जलि भगिनी अवगतं वा पूर्णकथा कथं भवति इति आं भगिनि वदतु अस्तु अस्तु भगिनि बोध् इति लौकिकरूपम् अस्ति लौकिकरूपधातु अस्ति यदि वयं विवक्ष यदि लट् विवक्षा अस्ति तदनन्तरं बुधयोगः लट् इति वयं चिन्तयति. तदनन्तरं एकक्षणं भगिनि, अत्र विवक्षा इति पदं सर्वे जानन्ति वा? विवक्षा इति कीदृशरूपम् अस्ति? सन् प्रत्ययः अस्ति अन्ते. विवक्षा इति, विवक्षा इत्युक्ते वक्तुम् इच्छा, वक्तुमिच्छा. पिपठिष्य, पठितुम् इच्छा. जिगमिष, गन्तुम् इच्छा. इति तादृशरूपाणि भवन्ति. इच्छार्थे सन् प्रत्ययः. अस्तु, वदतु भगिनि. चिकित्सा. सत्यं, कर्तुम् इच्छा. भगिनि गीताञ्जलि भगिनि. बुध्योगः लट्, अत्र लट् लट् प्रतिनिधि तिप् अस्ति. यदि एकवचनरूपं वयं कृत्वा तदनन्तरं तिप् आगच्छति. तिप् अत्र पकार हलन्त्यं सूत्रेण पित् भवति. पित् तस्य लोपः भवति. तदनन्तरं भूद्योगः ति इति भवति. अधुना तिंशित् सार्वधातुकम् इत्यनेन इति अत्र कर्तरीशप् सूत्रेण वयं जानीमः ति इति कर्त्रार्थक सूचनार्थक अस्ति इति. बोध्योगः अत्र अत्र बोध् इति भ्वादिगणे अस्ति. भ्वादिगणे शप् विकरणप्रत्यय अस्ति. तदनन्तरं बोध्योगः शप् इति आगच्छति. कर्तरीशप् इति सूत्रस्य निमित्तं किम्? कर्तरीशप् इति सूत्रस्य निमित्तं सार्वधातुक प्रत्यय अस्ति चेत्. अपि च तिङ् प्रत्ययस्य प्रतिनिधि. अत्र कर्तरी शप् इति सूत्रस्य निमित्तमस्ति सार्वधातुकप्रत्ययः यः कर्त्रार्थे अस्ति. यदि कर्मण्यर्थे अस्ति तर्हि तत्र शप् न आगच्छति. अस्तु भगिनि. कर्त्र्यर्थे एव अत्र अस्माकं विवक्षा कर्तरीप्रयोगे. अत्र ति इति प्रत्ययः कर्तरीप्रयोगे अस्ति. यदि अत्र बुद्धियोगः ते इति प्रत्ययः अस्ति इति चिन्तयामः, कर्मण्यर्थे ते इति प्रत्ययः अस्ति इति चिन्तयामः, तस्मिन् सन्दर्भे यद्यपि ते इति प्रत्ययः सार्वधातुकः अस्ति तथापि कर्तरी शप् न आगच्छति. यतोहि ते इति प्रत्ययः कर्मण्यर्थे अस्ति. परन्तु अत्र ति इति प्रत्ययः कर्त्रार्थे अस्ति. सार्वधातुकप्रत्ययः कर्त्रार्थे अस्ति इति कृत्वा धातुतः शप् इति प्रत्ययः आगच्छति. यतोहि निमित्तमस्ति, निमित्तमस्ति सार्वधातुकप्रत्ययः कर्त्रार्थकप्रत्ययः अस्ति. ति इति प्रत्ययः तथा अस्ति. अतः बुद्ध धातुतः मध्ये शप् आगच्छति कर्तरी शप् इति सूत्रेण. स्पष्टं भगिनि, अधुना स्पष्टं. प्रत्यय इदानीं आत्मनेपदीरूपं वा कर्मणि? हा, अत्र कर्मणि अर्थे विवक्षा अस्ति इति चिन्तयतु. ते इति प्रत्ययः कर्मणि अर्थे विवक्षा अस्ति इति चिन्तयतु. सार्वधातुकप्रत्ययः कर्मण्यर्थे अस्ति अतः तत्र शप् न आगच्छति. यतोहि कर्तरार्थे नास्ति. तर्हि तत्र कर्मण्यर्थे बुध्यते इति रूपम् अस्ति खलु, बुध्यते. अस्तु, अग्रे अग्रे बुध्योगः शप् योगः ति इति आगच्छति. तदनन्तरं शप् इति प्रत्ययस्य अपि शिप् शित् अपि च पित् इति भवति. तस्य लोपः अकार अवशिष्यते. अधुना वयं जानीमः बुध् धातोः रूपम् उकार इति उपधा अत्र बुध्योग बुध् धातोः उपधा उकार अस्ति, उकार गुण भवति, तथैव बोध भवति, बोधयोगः किमर्थं गुणः भवति, निमित्तं किम्? निमित्तम् उपधा इक्, यदि लघु उपधायां लघु इक् वर्णः अस्ति चेत् वादिगणे तदनन्तरं गुणकार्यं भवति. तावदेव पर्याप्तं वा? इक् लघु इक् वर्णः अस्ति चेत् पर्याप्तं वा? प्रत्ययः कीदृशः भवेत्? प्रत्यय सार्वधातुः आर्धधातुकयोः एव. तर्हि अत्र अत्र अत्र शप् इति प्रत्ययः सार्वधातुकः आर्धधातुकः अस्ति वा? शप् इति सार्धधातुकयोः प्रत्यय सार्धधातुकप्रत्यय अस्ति अत्र. सत्यम्. अतः एव गुणकार्यं सम्भवति खलु? आं भगिनि. शप् इति निमित्तम् अस्ति अस्ति गुणकार्यं, बुध धातोः गुणकार्यं. तदनन्तरं बोधयोगः अयोगः ति अत्र वर्णमेलनेन बोधति इति अवशिष्यते. सत्यं, समीचीनं. सर्वे अवगतवन्तः खलु प्रक्रिया कथं भवति इति? भगिनी, किन्तु मम विवरणे अहं पुगन्तलघु उपधस्य च न उक्तवती, क्षम्यतां भगिनि. हा हा, पुगन्तलघुपदस्य च इत्यनेन एव गुणः. सत्यं. हा, पुगन्तलघुपदस्य च इति सूत्रमस्ति अस्माकं. यत्र उपधायां लघु इक् वर्णः अस्ति तत्र तु पुगन्तलघुपदस्य च इति सूत्रम्. अस्तु, सम्यक् एव भगिनि. अस्तु, पुगन्तलघु उपधस्य च इति सूत्रेण वयं जानीमः शप् इति निमित्तम् अस्ति बुध गुण कृते. सत्यं सत्यं, तेन सूत्रेण एव गुणकार्यं भवति. तर्हि अत्र पुगन्तलघुपदस्य च इति सूत्रस्य अर्थः कः इति अधुना अग्रे पश्यामः. अस्तु भगिनी, अत्र विधिसूत्रमस्ति. किं? पुगन्तलघुपदस्य च वा? सत्यं, यतोहि तेन कार्यं विधीयते खलु. अस्तु, गुणकार्यं विधीयते पुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं विधीयते, अतः विधिसूत्रमेव. अस्तु अस्तु, अग्रे अत्र विनय महोदय पठतु. भगिनि भगिनि, वयम् आत्मनेपद धातून् उपयुज्य अपि कर्तरीप्रयोगे उपयोगं कुर्मः किल? सत्यं, तत्र कर्तरी अर्थे ते इति भवति किल? सत्यं सत्यं. अवगतम्. अत्र परस्मैपदीप्रत्ययः भवतु, आत्मनेपदीप्रत्ययः भवतु, यदि अत्र अस्माकं विवक्षा कर्त्रार्थे अस्ति तदा एव शप् आगच्छति. यदि अस्माकं विवक्षा कर्मण्यर्थे अस्ति तर्हि तत्र शप् न भवति. अवगतं भगिनि, धन्यवादः. अस्तु, अतः एव कर्मणि प्रयोगे वयं पश्यामः चेत् कुत्रापि विकरणप्रत्ययः नास्ति, सर्वत्र सर्वेषु रूपेषु मध्ये य इति एव श्रूयते. पठ्यते, लिख्यते, खाद्यते, सर्वत्र य इति एव श्रूयते. यतोहि तत्र यक् इति प्रत्ययः विधीयते, न तु शप्. परन्तु अत्र तु पश्यामः चेत् दशगणेषु अपि भिन्नभिन्नविकरणप्रत्ययः विधीयन्ते खलु. यतोहि भुवादिगणे शप्, स्वादिगणे श्नु, क्रयादिगणे श्ना, सर्वेषु गणेषु भिन्नभिन्नविकरणप्रत्ययः विधीयन्ते. परन्तु कर्मणि अर्थे तथा नास्ति, सर्वत्र समानरूपमेव, समानतया य इति मध्ये श्रूयते. कर्मणि प्रयोगे य वर्णं वयं विकरणप्रत्यय इति न वदति? तदपि विकरणप्रत्ययः एव, विकरणप्रत्यय यद्यपि विकरणप्रत्ययः एव, परन्तु सामान्यतया तथा न वदामः. यक् इति प्रत्ययः विकरणप्रत्ययः एव, तदपि विकरणप्रत्ययः एव. भगिनि, विकर्ण इत्युक्ते? विकर्ण इत्यस्य, यद्यपि तत्र विकर्ण इति साक्षात् पाणिनिना विकर्ण इति प्रत्ययस्य उल्लेखः कुत्रापि न कृतः, तथापि तत्र तत्र अत्र भाष्ये अथवा अन्यत् अन्यत्र कुत्रापि विकर्ण इति कथञ्चित् आगतं. विकर्ण इत्यस्य अर्थः नास्ति, विकर्णः इत्युक्ते धातुः तिङ् प्रत्ययः मध्ये यः प्रत्ययः आगच्छति तस्य नाम विकर्णः इति. अतः तत्र डेफिनेशन् नास्ति, विकर्णः इत्यस्य डेफिनेशन् नास्ति. गणं बोधयति. हा, विकर्ण इत्यस्य डेफिनेशन् नास्ति, परन्तु तत्र प्रत्येकस्मिन् गणे यः प्रत्ययः आगच्छति, भिन्नभिन्नप्रत्ययः आगच्छति, तस्य नाम विकर्णः इति. तावदेव. धातुप्रत्यये एव धातुप्रत्ययः इत्युक्ते तत्र धातुः अपि च सार्वधातुकप्रत्ययः मध्ये यः प्रत्ययः आगच्छति सः प्रत्ययः विकर्णप्रत्ययः. कुत्रापि तत्र विकर्णप्रत्ययस्य डेफिनेशन् अथवा संज्ञा नास्ति भगिनि, संज्ञासूत्रं नास्ति विकर्णप्रत्ययस्य कृते. अस्तु, अग्रे विनय् महोदय पठतु. भगिनि, बुद्ध योगशब् योगते इति प्रसङ्गे उगन्तलघुपधस्य च इत्यस्य अर्थः संख्या सप्तत्रयं षड् अशीतिः प्रथम पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुकार्धातुकयोः अनुवृत्तिसहितसूत्रम्. द्वितीय पुगन्तस्य इति भागम् अधः अवलोकयामः. लेटर् ओन् बुद्धधातोः कृते प्रसङ्गः नास्ति. लघुपधस्य अङ्गस्य एकः गुणः सार्वधातुक आर्धातुकयोः इति अस्माकं कृते मुख्यभागः. चतुर्थतया लघ्वी योगः उपधः लघु हरस्वर्णः, लघ्वी इति लघुशब्दः स्त्रीलिङ्गः. तावत् महोदय. लक्ष्यम् इत्थमस्ति पुगन्तलघुपदस्य च सूत्रेण अर्थः कः. पुगन्तस्य लघुपदस्य च अङ्गस्य एकः गुणः अर्थम् उपधः यदि भवति तर्हि पुगन्तसूत्र आगच्छति, परन्तु उपधः उपधापरिवर्तनं प्रथमलक्ष्यम् अस्ति. गतसप्ताहे वयं धातोः अन्ततः उपध ह्रस्व वा दीर्घ अवलोकयामः. अत्र केवलम् उपधासम्बन्धे लक्ष्यमस्ति. तर्हि उपधायाः एकः गुणः सार्वधातुक आर्धधातुकयोः सूत्रेण कारणेन भवति, परन्तु प्रथमतया शप् प्रत्ययस्य आगमः आवश्यकमस्ति. अतः लघ्वी एकशब्दः, लघ्वी उपधः. यदि वयं लघुपधः शब्दः परिशीलयामः तर्हि विग्रहः लघ्वी योग उपधः भवति. अहं पूर्णतया न जानामि लघ्वी शब्दस्य महत्त्वं कः भगिनि. हा, वदामि. तर्हि अत्र एतावता अस्माभिः दृष्टं पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति. अत्र बुद्धियोगः शप्योगः इति पुगन्तलघुपदस्य च इति सूत्रं कार्यं करोति इति उक्तं. तर्हि सूत्रस्य अर्थः कः इति चेत् अत्र अनुवृत्तिसहितसूत्रं पश्यामः चेत् अत्र पुगन्तस्य लघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धातुकयोः. तर्हि सूत्रे बहूनि पदानि तत्र अनुवृत्तिसहितसूत्रे बहूनि पदानि सन्ति, तत्र प्रत्येकं पदस्य अर्थः कः इति अग्रे यदा सूत्रं सूत्रस्य विवरणमस्ति तत्र पश्यामः. परन्तु अत्र पश्यामः चेत् तत्र भागद्वयमस्ति, पुगन्तस्य इति एकं भागम् एकः भागः, लघुपदस्य इति एकः भागः. इत्युक्ते तादृश अङ्गं यः पुगन्तम् अस्ति, पुक् यस्य अन्ते अस्ति, तर्हि पुगन्तम् इति अत्र अस्माकं विषयः नास्ति. बुद्ध्योगः शप्योगः इति तत्र पुगन्तम् इति विषयः नास्ति. पुगन्तम् इति अन्यत्र कार्यं करोति. कुत्र इति अग्रे अग्रे अस्मिन्नेव करपत्रे दत्तमस्ति, तत् पठामः अग्रे. तर्हि पुगन्तम् इति अधुना किञ्चित् त्यजामः. अत्र लघुपदस्य च अङ्गस्य इति पश्यामः. लघुपदस्य च अङ्गस्य इकः गुणः भवति सार्वधातुक आर्धधातुकयोः इति, तदेव दलं स्वीकुर्मः लघुपदस्य च इति स्वीकुर्मः. तर्हि अत्र लघुपदस्य च अङ्गस्य इकः इति दत्तमस्ति. तर्हि लघुपदस्य च लघुपदस्य इत्यस्य अर्थः कः इति चेत्, तर्हि अत्र लघुपदस्य अङ्गस्य इकः, लघुपदस्य इत्युक्ते तत्र लघ्वी उपदा यस्य तत् इति विग्रहवाक्यं, लघ्वी उपदा यस्य तत्. तर्हि लघ्वी इत्युक्ते तत्र उपदा इति स्त्रीलिङ्गपदमस्ति खलु, स्त्रीलिङ्गपदमस्ति. तत्र स्त्रीलिङ्गे लघ्वी इति विशेषणमस्ति, उपदा इति पदस्य विशेषणमस्ति लघ्वी. यतोहि उपदा इति स्त्रीलिङ्गे अस्ति इति कृत्वा तत्र लघु इत्यस्य स्त्रीलिङ्गपदमस्ति लघ्वी. अतः लघ्वी उपदा इत्युक्ते तादृश उपदा यत्र लघुवर्णः अस्ति, ह्रस्ववर्णः अस्ति. यतोहि केवलम् अत्र उपदायाम् इक् इति वदामः चेत् अत्र इक् इक् वर्णेन ह्रस्वः अपि भवितुम् अर्हति, दीर्घः अपि भवितुम् अर्हति. अतः स्पष्टतया सूत्रे एव दत्तमस्ति लघ्वी उपदा भवेत् इत्युक्ते उपदायां यः वर्णः अस्ति सः वर्णः लघु भवेत्, ह्रस्ववर्णः भवेत्, दीर्घः न भवेत् इति अत्र तावद् दत्तमस्ति. स्पष्टं वा? भगिनी स्पष्टं, परन्तु लघ्वी शब्दः अहम् अवगच्छामि, विशेषण अस्ति शम्भु शम्भवी इत्यादि, परन्तु लघ्वी लघ्वी विभक्ति समान सन्दर्भे कथं महत्त्वम् अव नास्ति लघ्वी? न, अत्र अत्र सूत्रे तु लघु इति अस्ति, सूत्रे तु लघुपदस्य च इति अस्ति. तर्हि लघुपदस्य च इति कथम् आगतम् इति चेत् तत्र तत्र समासः अस्ति, बहुव्रीहिसमासः अस्ति खलु. लघुपदस्य इति विशेषणमस्ति अङ्गस्य इत्यस्य, न अत्र लघुपदस्य इति षष्ट्यन्तं पदमस्ति. तर्हि तस्य विग्रहः कथम् अस्ति इति चेत् लघ्वी उपदा यस्य तत्, लघ्वी उपदा यस्य तत् तद् लघुपदं. तत्र लघ्वी इत्यस्य अत्र समासस्य प्रसङ्गे अधिकं न वदामि, तत्र पुंवद्भावः सर्वं भूत्वा तत्र लघ्वी इति लघु भवति, लघु इति शब्दः भवति तत्र समासस्य समासप्रक्रियायां. लघ्वी उपदा इति अत्र पदद्वयं वर्तते, लघ्वी इत्यस्य पुंवद्भावः इति तत्र समासस्य प्रसङ्गे तत्र पुल्लिङ्गवत् भवति रूपम्, अतः लघु इति भवति. लघुयोगः उपदा लघुपदा लघुपदा इति अस्ति. तर्हि उपदा इत्यस्य अन्ते अकारस्यापि ह्रस्वत्वं भूत्वा लघुपदः लघुपदः इति शब्दः निष्पन्नः अस्ति. तर्हि अत्र अङ्गम् इति पदं नपुंसकलिङ्गे अस्ति इति कृत्वा लघुपदम्. अवगतं? धन्यवादः, धन्यवादः. समासस्य प्रक्रिया अस्ति, अतः अत्र अधिकं वक्तुं न इच्छामि, यतोहि भ्रमः भवितुम् अर्हति. अतः तत्र तत्र किम् अस्ति इत्युक्ते तत्र समासस्य एकः प्रश्नः, उपधा तु स्त्रीलिङ्ग किन्तु अत्र लघुपदस्य इत्युक्ते पुल्लिङ्ग नो चेत् नपुंसकलिङ्ग षष्ठी एकवचनं रूपं भवति खलु, तत्तु अङ्गस्य विशेषणम् इति भवति किम्? हा तस् हा, अङ्गस्य विशेषणम् इति कृत्वा समासस्य समासस्य अन्तिमवर्णः अत्र नपुंसकलिङ्गे भवति. अस्तु, स्त्रीलिङ्गे. हा, तत्र समासस्य प्रक्रिया अस्ति भगिनि. अत्र बहुव्रीहिसमासः, बहुव्रीहिसमासे अन्यपदार्थस्य प्राधान्यम् अस्ति, अङ्गस्य इति पदस्य प्राधान्यम् अस्ति. अतः लघ्वी उपदा इति विशेषणमस्ति अङ्गस्य इत्यस्य. अस्तु, अत्र समासस्य विषये चिन्ता मास्तु. अत्र लघ्वी इति पदं तत्र वस्तुतः विग्रहवाक्ये लघ्वी उपरा यस्य तत् इति तथा भवति. तद् सर्वं समासप्रक्रियां सर्वं कृत्वा लघुपदा लघुपदः इति भवति. लघुपदः अथवा लघुपदं नपुंसकलिङ्गे लघुपदम् इत्युक्ते यस्य उपदा लघु अस्ति इति तावदेव तत्र. अस्तु, अग्रे अत्र राहुल् महोदय पठति वा पञ्चमबिन्दुः. अस्ति वा राहुल् महोदय? अस्तु, रविकला भगिनी पठतु. हा भगिनि, लघ्वी संयोगः उपधा लघुपधा. ह्रस्व इक् उपधाः ह्रस्व इक् इ ऊ बुद्ध धातौ लघुपदा नाम बुद्ध धातोः ह्रस्व उकारः. लघुपदस्य लघ्वी उपधा यस्य तत् लघुपदं बहुव्रीहिः. तस्य लघुपधस्य तस्य लघुपधस्य अङ्गस्य प्रत्ययात् पूर्वं यः सम्पूर्णभागः सः तस्य प्रत्ययस्य अङ्गम्. अत्र शप् इति प्रत्ययः, तस्मात् प्रत्ययात् पूर्वं बुद्धातुः. अतः बुद्धातुः शप् प्रत्ययस्य अङ्गम्. बुद्धातौ लघुपधा ह्रस्वः उकारः अपि अस्ति, अतः बुद्धातुः स्वयं लघुपदम्. आहत्य बुद्धातुः शप् प्रत्ययस्य लघुपदम् अङ्गम्. वदतु. अवगतं वा भगिनि? न अवगतं. न अवगतम्, अस्तु. अत्र सुमन् भगिनी सहायं करोतु. लघ्वी उपधा अस्तु, लघ्वी उपधा लघु उपधा ह्रस्व इकार इक् उपधाः. ह्रस्व इक् इत्युक्ते इ उ ऋ. बुद्धातौ लघुपधा नाम बुद् धातोः ह्रस्व उकारः इत्युक्ते इदानीं तु पुगन्तलघुपदस्य सूत्रस्य प्रसक्तिः अस्ति. किमर्थं यत्र लघुपदा इत्युक्ते भगिनी उक्तवती खलु लघ्वी उपधा यस्य तत् इदानीं तु धातौ ह्रस्व उकारः अस्ति उपधायाम् इत्युक्ते उपधा वर्णः अस्ति ह्रस्व उकारः. अतः लघु उपधा इति सूत्रस्य निमित्तं तत्र भवति, अतः सूत्रस्य प्रसक्तिः भवति इति मन्ये. समीचीनं, तर्हि अत्र पुगन्तलघुपदस्य च इति अस्ति. भगिनी कृपया म्यूट् करोतु भगिनी, प्रतिध्वनिः अस्ति. लघुपदस्य इति अस्ति, तर्हि तस्य विग्रहं कथं भवति, विग्रहवाक्यं कथं भवति इति चेत् अत्र लघ्वी उपदा यस्य तत् इति बहुव्रीहिसमासः. समासः सर्वं समासं कृत्वा लघुपदम् इति पदं निष्पन्नं, लघुपदम् इति नूतनं पदम्. तर्हि लघुपदस्य अङ्गस्य, तर्हि लघुपदस्य इति विशेषणमस्ति अङ्गस्य इत्यस्य. तर्हि अत्र किं दत्तमस्ति इति चेत् यथा अत्र बुद्धधातोः बुद्धधातुः पश्यामः चेत् अत्र बुद्धधातुः लघुपदः अस्ति वा इति चेत् आम् अस्ति, यतोहि उपदायां ह्रस्व लघुवर्णः अस्ति, ह्रस्व इक् वर्णः अस्ति. अतः बुद्धधातुः लघुपद लघुपदः अस्ति इति वदामः. तदनन्तरं तत्र अतः तत्र बुद् धातोः शप्रत्ययस्य शप्रत्ययः विधीयते, यतोहि लघुपदम् अङ्गम् अस्ति, लघुपदम् अङ्गम् अस्ति इति कृत्वा तत्र गुणकार्यं भवति, क्षम्यतां गुणकार्यं भवति। बुद् धातोः शप्रत्ययः तु भवति एव, यतोहि ति इति प्रत्ययः निमित्तम् अस्ति, ति इति प्रत्ययः सार्वधातुककर्तार्थकप्रत्ययः अस्ति इति कृत्वा शप्रत्ययः आगच्छति। इदानीं शप्रत्ययः निमित्तम् अस्ति, शप्रत्ययः सार्वधातुकः अपि अस्ति, अपि च बुद् धातुः लघुपदः, अतः गुणकार्यं सम्भवति इति अर्थः। रविकला भगिनी अवगतं वा? अवगतं भगिनि, वदतु किमवगतम्? बुद् धातुः लघुपदः अस्ति, अतः शप्रत्ययपरे गुणकार्यं भवति। सम्यक्, समीचीनं, फुगन्तलघुपदस्य च इति सूत्रेण गुणकार्यं भवति, सम्यक्। अस्तु, अग्रे अरुणा भगिनी पठतु। अस्ति वा अरुणा भगिनी? आं भगिनि, सार्वधातुक आर्धधातुकयोः इति सप्तम्यन्तं पदं पाणिनीयसूत्रेषु सप्तमी विभक्तिः इत्युक्तौ पूर्वकार्यम्, अतः सार्वधातुकसञ्ज्ञकप्रत्ययात् पूर्वं नाम षप्रत्ययात् पूर्वं लघु उपपदं नाम बुद्धधातुः अस्ति चेत् तस्य अङ्गस्य नाम बुद्धातोः लघ्वि उपधायाः एकः इक् षष्टिविभक्तिः एकः नाम एकः नाम उकारस्य गुणः भवति, अतः उकारस्य स्थाने ओकारादेशः बुद् योगः शप् योगः इति बोधति इति रूपं निष्पन्नं भवति। अत्र वदति सार्वधातुकयो सार्वधातुकार्धदोतकयो पदं सप्तमन्तं पदं पाणिनिसूत्रेषु सप्तमन्तं विभक्ति अस्ति चेत् अपूर्वमेव कार्यं करणीयम्, अतः सार्वधातुकसञ्ज्ञकप्रत्ययपूर्वं शप्रत्ययः सार्वधातुकप्रत्ययः ततः पूर्वं कार्यं करणीयं, यत्र सूत्र सार्वधातुकसूत्रेण तदनन्तरं लघुपदं कार्यं कथं कर्तव्यं बुद्धातोः इति चेत् लघु उपदस्य वर्णः उकारः बुद्धातोः अस्ति चेत् तस्य अङ्गस्य लघ्वी उपदा एकः एकः षष्टिविभक्तिः तत्र कार्यम् अत्र स्थाने भवति, उकारस्य स्थाने गुणः भवति, अतः उकारस्य स्थाने ओकारः आदेशः भवति, रूपं बुद्ध योगः शप्ति बोधति इति रूपं भवति। सम्यक्, समीचीनं भगिनि। तत्र सूत्रे पुगन्तलघुपदस्य च इति एव अस्ति सूत्रे, तर्हि सार्वधातुक आर्धधातुकयोः इति निमित्तं तत्र सूत्रे न दत्तम् अस्ति। अग्रे सूत्रस्य विवरणमस्ति, तत्र पश्यामः। सूत्रे तु पुगन्तलघुपदस्य च इति एव अस्ति, तर्हि सूत्रस्य पूर्णार्थम् अनुवृत्तयः भवन्ति, अनुवृत्तिः अस्ति, सार्वधातुक आर्धधातुकयोः इति पदस्य अनुवृत्तिः अस्ति अस्मिन् सूत्रे, सार्वधातुकार्धातुकयोः इति सप्तम्यन्तं पदम्, यथा वयं जानीमः सप्तम्यन्तं पदम् अस्ति चेत् पूर्वकार्यम् इति जानीमः, तर्हि सार्वधातुकार्धातुकयोः इत्यस्मात् प्रत्ययात् पूर्वं कार्यं भवति। पूर्वं कुत्र कार्यं भवति इति चेत् अङ्गे कार्यं भवति, यदि अङ्गे लघु उपदा अस्ति चेत् तत्र गुणकार्यं भवति, अतः एव बुद् इति धातौ गुणकार्यं भूत्वा बोधयोगः अबोधति इति रूपं निष्पन्नं भवति। अधुना अत्र सूत्रं पठामः, तेन सर्वं स्पष्टं भविष्यति, तर्हि अग्रे पूर्णसूत्रार्थः इति दत्तमस्ति, ततः पठामः। सन्दीप् महोदय पठति वा? कुत्र भगिनी? पूर्णसूत्रार्थः अग्रे दत्तमस्ति, किञ्चित् इतोपि अग्रे पूर्णसूत्रार्थः। पूर्णसूत्रार्थः पुगन्तलघुपदस्य च, पुगन्तस्य अङ्गस्य लघुपदस्य च इकः गुणः भवति सार्वधातुके आर्धधातुके च प्रत्यये परे। वयम् एतत् सर्वं जानीमः. पुक् अन्ते यस्य तत् पुगन्तं, लघ्वी उपधा यस्य तत् लघुपदं. भगिनी, मम प्रश्नः अस्ति, अधुना एव पृच्छामि वा? पृच्छतु. अत्र लघुपदस्य अङ्गस्य इकः गुणः भवति किल. लघुपदा अङ्गस्य विशेषणमस्ति, परन्तु इकः अङ्गे कुत्र अस्ति इति कथं जानीमः? सम्पूर्णतया सूत्रं पठतु, तदनन्तरं चिन्तयामः. सूत्रस्य विवरणं चिन्तयामः. पठतु सम्पूर्णतया. पुगन्तश्च लघुपदश्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य पुगन्तञ्च सोरि पुगन्तञ्च पुगन्तञ्च लघुपदञ्च तयोः पुगन्तलघुपदं समाहारद्वन्द्वः तस्य पुगन्तलघुपदस्य षष्ट्यन्तं पदं च अव्ययपदं द्विपदमिदं सूत्रम्. निदेर्गुणः इत्यस्मात् गुणः इत्यस्य अनुवृत्तिः सार्वधातुक अर्धधातुकयोः इत्यस्य पूर्णानुवृत्तिः. अङ्गस्य इत्यस्य अधिकारः इको गुणवृद्धि इत्यनेन परिभाषासूत्रेण इकः स्थानी भवति यत्र स्थानी नोक्तम्. अनुवृत्तिः सहितसूत्रं पुगन्तलघुपदस्य च अङ्गस्य इकः गुणः सार्वधातुक आर्धधातुकयोः. तत्पश्चात् ध्येयं यत् सूत्रस्य अर्थः किम् अवगतम्? अत्र पुगन्त अङ्गः अस्ति चेत् अथवा लघुपदम् अङ्गम् अस्ति चेत् तस्मिन् इकः गुणः भवति. यदा परे सार्वधातुक प्रत्ययः अस्ति अथवा अर्धधातुकप्रत्ययः अस्ति. परन्तु उपधायाम् एव गुणः भवति इति न स्पष्टम्. अधुना पश्यामः सूत्रस्य अर्थः कः इति पश्यामः. अत्र उमा भगिनी वदतु, अस्मिन् सूत्रे कति पदानि सन्ति? अस्मिन् सूत्रे पुगन्तलघुपदस्य पुगन्त सपरेट् लघुपदस्य इति वर्णयति इदानीं लघु पुगन्तञ्च लघुपदञ्च तयोः समाहारद्वन्द्वः तयोः समाहारः पुगन्तलघुपदम्. आहत्य कति पदानि सन्ति? कति पदानि सन्ति सूत्रे? पुगन्त लघुपदञ्च द्वौ द्वौ द्वे पदानि सन्ति. द्वे पदे सन्ति. द्वे पदे स्तः. तर्हि अत्र द्वे पदे सह एकक्षणं भगिनि, एकक्षणं. वस्तुतः अत्र पुगन्तं लघुपदं पृथक् पृथक् पदं नास्ति. पुगन्तलघुपदस्य इति एकं पदम् एकं पदं समासः अभवत् खलु. पुगन्तलघुपदम् इति एकं पदं, च इति अव्ययम् अन्यत् पदम्, अतः पदद्वयम्. विग्रहवाक्ये पुगन्तञ्च लघुपदञ्च तयोः समाहारः इति स्पष्टं लिखितं, तस्मात् मम चिन्तयाम समासः अभवत् खलु. समाहारद्वन्द्वसमासः अस्ति तत्र. समासः अस्ति इति कृत्वा तत्र पुगन्तलघुपदम् इति एकं पदं, पुगन्तलघुपदम् इति एकं पदं, च इति अन्यत् पदं, पदद्वयं वर्तते. तर्हि अत्र पदद्वयं स्वीकृत्य अर्थबोधः न जायते, तदर्थम् अत्र निदेर्गुणः इत्यस्मात् गुणः इति पदस्य अनुवृत्तिः अस्ति, अपि च सार्वधातुकान्तर्गुणः इत्यस्य अवगमनम् इदानीं मास्तु. तत्र मिदेर्गुणः इत्यस्मात् सूत्रात् गुणः इति पदम् आगच्छति अत्र, तावदेव. इदानीं मास्तु, मिदेः गुणः यत्किमपि भवतु, तस्मात् सूत्रात् गुणः इति पदम् आगतम्. ओके ओके ओके. सो सार्वधातुक आर्धधातुकयोः उपदापदे गुणः भवति. अस्तु, एकक्षणं भगिनि, एकक्षणम् अत्र कृपया म्यूट् करोतु एकक्षणम्. अत्र सूत्रे तु अत्र पश्यामः, यथा भगिनी उक्तवती, सार्वधातुक अर्धधातुकयोः इति पदस्य अनुवृत्तिः अस्ति. तर्हि पुगन्तलघुपदस्य च इति अस्ति, अङ्गस्य इत्यस्य अधिकारः अस्ति. यतोहि सूत्रं सप्तमाध्यायस्य तृतीयपादे अस्ति, अतः अङ्गस्य इत्यस्य अधिकारः अस्ति. तर्हि अङ्गस्य इति पदमपि आगच्छति. अपि च गुणः इति पदम् अनुवृत्तम् अस्ति मिदेर्गुणः इत्यस्मात्, सार्वधातुक अर्धधातुकयोः इति पदमपि अनुवृत्तम् अस्ति अस्मिन् सूत्रे. अङ्गस्य गुणः इति उक्तं, तर्हि कुत्र गुणः, कस्य गुणः, कस्य वर्णस्य गुणः इति न उक्तं. तदर्थम् अत्र इको गुणवृद्धि इति परिभाषासूत्रम् आगत्य वदति, यत्र यत्र यत्र गुणः अथवा वृद्धिः भवति सूत्रेषु, तत्र सर्वत्र इकः इत्यस्य स्थाने भवति. तर्हि इकः इति पदमपि आगच्छति. इकः इति षष्ट्यन्तं पदं, तदेव स्थाने सूचयति. तर्हि अत्र इकः, तर्हि वयं जानीमः इक्वर्णस्य गुणः, परन्तु तादृश इक्वर्णः कुत्र भवेत् इति चेत्, अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रे वयं दृष्टवन्तः, तत्र परिभाषाद्वयम् आसीत्, येन विधिस्तदन्तस्य अलोन्त्यस्य इति आसीत्. तेन वयं ज्ञातवन्तः अङ्गस्य अन्ते इक्वर्णः भवेत् इति ज्ञातवन्तः. परन्तु अत्र सूत्रे अन्यत् अपि पदमस्ति, उपदा इति पदमस्ति. तर्हि अत्र उपदा इति पदमस्ति, उपदा इति सूत्रे एव साक्षात् दत्तम् अस्ति, अतः अङ्गस्य अन्ते नास्ति, परन्तु उपदावर्णस्य गुणः, उपदायाः इकः गुणः. तर्हि अङ्गस्य लघुपदस्य इकः गुणः इत्युक्ते उपदायां यः इक्वर्णः अस्ति तस्य गुणः इति अर्थः आगच्छति. तर्हि अत्र इतोपि तत्र सूत्रस्य विवरणम् अपि च सूत्रस्य प्रत्येकं पदस्य अर्थः कः इति सर्वम् अग्रिमसप्ताहे पठिष्यामः, यतोहि अत्र समयः जातः. केवलं संक्षिप्तरूपेण अद्य पठितवन्तः, पुनः सूत्रम् आरम्भतः पुनः एकवारम् अग्रिमसप्ताहे पठिष्यामः अर्थः कः इति अपि अवगच्छामः. अस्तु, अत्र स्थगयामः वा? अस्तु, नमस्कारः, धन्यवादः. Magni, but still that Puganta word is remaining mysterious. Ha, agre, agre, pratiksha, pratiksha, dhairyam apekshitam. Dhairyam apekshitam, agre aya sati. Puganta word aya sati. Ha, dhana. Titiksha apekshitam. Ha, titiksha. Dhanyavada. Dhanyavada.